अस्तु, तर्हि अस्माकं विषयः अस्ति शत्रन्तरूपाणि. तत्र अयं विषयः आरब्धः गतसप्ताहे, तथापि रूपाणि कथं भवन्ति इति पुनस्मरणरूपेण अपि वदामि. केचन जनाः गतसप्ताहे न आसन् इति अपि कृत्वा तेषामपि लाभः स्यात्. तर्हि शत्रन्तरूपं वर्तमानकाले भवति, यथा बालकः गच्छति, किन्तु तत्र युगपत् नाम समानकाले क्रियाद्वयं यदा भवति तदानीं शत्रन्तरूपस्य आवश्यकता भवति. युगपत् यदा क्रियाद्वयम् अस्ति, यथा बालकः चिन्तयति, बालकः गच्छति, तर्हि क्रियाद्वयमस्ति, चिन्तयति, गच्छति. बालकः चिन्तयन् गच्छति नाम यस्मिन् काले चिन्तयति तस्मिन्नेव काले गच्छति अपि, इत्यस्मिन् अर्थे बालकः चिन्तयन् गच्छति, बालकः खादन् गच्छति इति तादृशानि वाक्यानि भवन्ति. वर्तमानकालार्थे तत्र युगपत् यत्र क्रियाद्वयमस्ति इति सामान्यचिन्तनमस्ति. तत्र अस्माकं शत्रन्तं रूपं क्रियापदं किन्तु नास्ति, अत्र विशेषणमस्ति इति सर्वेषां मनसि भवेत्. विशेषणमस्ति कर्तृपदस्य, यथा अस्माभिः उक्तं यत् गन्तव्यमस्ति, गमनीयमस्ति इति कर्मपदस्य विशेषणमस्ति, कर्मणि अर्थे भवति इति अस्माभिः यथा चिन्तितं तस्मिन् काले, यथा लघुवाक्यं यत्र यत्र भवति कार्यं करणीयं, कार्यं कर्तव्यमस्ति. यद्यपि कार्यं कस्मिंश्चित् वाक्ये कर्तृपदं स्यात्, तथापि लघुवाक्ये तत्र सर्वदा कर्मणि अर्थे एव अस्ति. यथा बहु कार्यमस्ति, अत्र कार्यमिति कर्तृपदमस्ति, किन्तु यत्र वयं वदामः कार्यं कर्तव्यं, तत्र कर्तव्यमिति कर्मणि अर्थे अस्ति. कार्यं यत् मया तत्र कार्यं कर्तव्यमिति कार्यमिति कर्मणि अर्थे अस्ति. तत्र कर्मणः विशेषणं, यद्यपि बहु कार्यमस्ति इति तस्मिन् वाक्ये कार्यमिति कर्तृपदमस्ति, बहु कर्तव्यं कार्यमस्ति इति वाक्यं भवति इति नाम विस्तृतरूपेण अस्माभिः चिन्तितमासीत्. अत्र तथा नास्ति, किन्तु अत्र कर्तृपदस्य विशेषणमस्ति न तु कर्मपदस्य, नाम शत्रन्तरूपं यत्र भवति. अपि च विशेषणमस्ति, अतः तदर्थं तत्र पुरुषभेदः नास्ति, किन्तु लिङ्गभेदः अस्ति, अपि च विभक्तिभेदः अस्ति. यतोहि तत्र नामपदमस्ति न तु क्रियापदमस्ति. अस्तु, इदानीं रूपाणि कथं भवन्ति इति संक्षिप्तरूपेण वदामि पुनः. पुल्लिङ्गे तत्र बहुवचने यत्र क्रियापदं यथा लट्लकारे यथा भवति, तत्र ति इति भागं निष्कासयामः, यथा गच्छन्ति, गच्छति, गच्छतः, गच्छन्ति, तत्र गच्छन्ति, ति इति निष्कासयामः, गच्छन् इति यत् रूपम् अवशिष्यते तदेव पुल्लिङ्गे भवति, गच्छन्. तत्र स्त्रीलिङ्गे नियमः कः इति सुब्रह्मण्यमहोदय वदति वा? स्त्रीलिङ्गे अत्र अनन्तरं किं करिष्यामः, अत्र इदानीं गच्छति इति नयामः चेत् अत्र गच्छन् इति पुल्लिङ्गशब्दः, गच्छन्ति प्रथमं चिन्तयामः, अनन्तरम् अत्र लट्लकारस्य प्रथमपुरुष एकवचने रूपं नीत्वा अत्र गच्छ गच्छति अस्ति, अत्र ति यः अस्ति अन्ते तस्मात् पूर्वम् अकारः अस्ति चेत् नुमागमः नकारः तिष्ठति, यदि अकारः नास्ति तर्हि नकारः अपगच्छति महोदय. इति नियमः अस्ति. तर्हि प्रथमतया पुल्लिङ्गरूपं कथम् अस्ति इति ज्ञातव्यमस्ति. अत्र गच्छन् इति रूपम् अस्ति. अनन्तरं पुनः क्रियापदं द्रष्टव्यमस्ति. यथा पुल्लिङ्गस्य रूपस्य निर्माणार्थं तत्र लट्लकारस्य बहुवचनान्तरूपं किम् इति द्रष्टव्यमासीत्. गच्छन्ति गच्छन्ति इति तत्र ति इति भागं निष्कासयामः, गच्छन् इति अवशिष्यते, अतः पुल्लिङ्गे गच्छन् इति अस्ति. इदानीं गच्छन् इति अस्माकं पुरतः अस्ति. स्त्रीलिङ्गे तत्र तकारे ईकारः सर्वदा योजनीयः, तत्र गच्छन्ति. इदानीं स च नकारः गच्छन्ति इति अस्मिन् यः नकारः अस्ति स्त्रीलिङ्गे, स च नकारः तिष्ठति न वा इति अस्य अवगमनार्थं किं द्रष्टव्यं? यथा महोदयेन उक्तं, लट्लकारस्य इदानीम् एकवचनान्तरूपं द्रष्टव्यं. गच्छति गच्छति इत्यस्मिन् ति इति भागः अस्ति. गच्छति ति गच्छ ति इति गच्छति. तत्र ति इत्यस्मात् पूर्वम् अकारः अस्ति चेत् अस्माकं स्त्रीलिङ्गन्तरूपं रूपे यत् गच्छन्ति अस्ति स च नकारः तिष्ठति. यदि यथा शृणोति शृणोति, तत्र श्रुधातुः श्रवणार्थे शृणोति शृणोति, तत्र ति इत्यस्मात् पूर्वं कः वर्णः अस्ति इति निहारिका भगिनी वदति वा? शृणोति इति, हा नो इति, तत्र वर्णद्वयमस्ति तत्र, किन्तु साक्षात् नाम एक एव वर्णः शृणोति इत्यस्मिन्. ति इत्यस्मात् पूर्वं कः वर्णः, कश्चन स्वरः अस्ति, ओकारः. समीचीनम्, ओकारः अस्ति. नाम ओकारः अकारः इति तु नास्ति, अतः अस्माकं नाम अस्तु कुर्मः तत्र श्रवणार्थे श्रुधातुः, तत्र लट्लकार भवती एव वदतु, श्रुधातुः तत्र लट्लकारे बहुवचनान्तरूपं किमस्ति? शृण्वन्ति. हा शृण्वन्ति, समीचीनमस्ति. तर्हि पुल्लिङ्गस्य श्रुत्रन्तरूपस्य निर्माणार्थं ति इति निष्कासयतु. शृण्वन्ति इति अस्मात् ति निष्कासयतु, किम् अवशिष्यते? शृण्वन् शृण्वन् इति पुल्लिङ्गे अस्ति. इदानीं स्त्रीलिङ्गे अस्माकं शृण्वन्ति ति तकारे ईकारः, शृण्वन्ति इति विचिन्त्य इदानीं लट्लकारस्य एकवचने रूपं किम् अस्ति? लट्लकारस्य एकवचने किमस्ति? शृणोति शृणोति. ति इत्यस्मात् पूर्वम् अकारः अस्ति वा? नास्ति. अकारः नास्ति इति कृत्वा इदानीं नकारः शत्रन्तपदे न तिष्ठति, अपगच्छति, अतः रूपं किं भवति श्रीलिङ्गे? शृण्वति शृण्वति. हा समीचीनमस्ति, शृण्वति. किन्तु गम् धातुः अस्ति चेत् गच्छन्ति. हा गच्छन्ति, तत्र भेदः अस्ति महत्वपूर्णः. गच्छन्ति शृण्वति. सर्वत्र अस्माकं पुल्लिङ्गरूपं किमिति प्रथमतया द्रष्टव्यमस्ति. अनन्तरं लट्लकारस्य एकवचनान्तरूपं किम् इति परिशील्य तत्र नकारः अस्ति चेत् क्षम्यतां, तत्र ति अस्मात् पूर्वम् अकारः अस्ति चेत् शत्रन्तरूपे नकारः तिष्ठति. तत्र तत्र अकारः नास्ति चेत् लट्लकारस्य एकवचनान्तरूपे, तदानीं नकारः न तिष्ठति. अतः गच्छन्ति किन्तु शृण्वति. अन्ये के सन्ति इति? नमस्ते महोदय, मीना अस्मि. मीना भगिनी, अन्य कोऽपि? पुष्पा अस्मि. पुष्पा श्रीनिवास. पुष्पा भगिनी, अन्य कोऽपि अस्ति वा? अस्तु. हा इति स्थितिः अस्ति. तर्हि पुल्लिङ्गं कथम् अस्ति इति वयं जानीमः. तत्र गच्छन्ति गच्छन्ति इति कृत्वा गच्छन्, शृण्वन्ति इति कृत्वा शृण्वन् इति पुल्लिङ्गे. स्त्रीलिङ्गे आरम्भे गच्छन्ति शृण्वन्ति इति विचिन्त्य तत्र नकारः तिष्ठति न वा इत्यस्य अवगमनार्थं लट् लकारस्य एकवचनान्तरूपं किं, तत्र गच्छति शृणोति. गच्छति ति इत्यस्मात् पूर्वम् अकारः अस्ति, शृणोति इत्यस्मिन् ति इत्यस्मात् पूर्वम् अकारः नास्ति. यत्र अकारः अस्ति तत्र नकारः तिष्ठति शत्रन्तरूपे, यत्र अकारः नास्ति अत्र शृणोति इत्यस्मिन् ओकारः न तु अकारः, अतः तत्र नकारः न तिष्ठति. गच्छन्ति शृण्वति शृण्वति इति अस्ति, इति रूपभेदः अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? सुनिधि भगिनी अवगच्छति वा? अवगच्छति. अस्तु, तर्हि भवती एव वदतु अत्र अत्र किं चिन्तयामः. लिखति लिख धातुः तत्र पुल्लिङ्गे रूपं किं, स्त्रीलिङ्गे रूपं किम् इति वदति वा? लिखति पुल्लिङ्गे, पुल्लिङ्गे अस्ति. चिन्तनं किमस्ति, प्रथमतया किं कर्तव्यमस्ति? बहुवचन वदतु. लिखन्, हा हा, सुन्दरं. यतोहि तत्र लिखन्ति इति आसीत्, लिखन् अस्ति, बहु समीचीनम्. अस्तु, त्रिलिङ्गे स्त्रीलिङ्गे किम् अस्ति? स्त्रीलिङ्गे तत्पुल्लिङ्गरूपं तिष्ठति कर्लकारे एकवचन तस्मात् पूर्वम् अकार अस्ति, लिखति. लिखन्ति, अतः लिखन्ति अस्ति, बहु समीचीनमस्ति. लकारः किमर्थं तिष्ठति अत्र? नकारः किमर्थं? लिखति इत्यस्मिन् नकार तिष्ठति. लट्लकारे एकवचने ति तस्मात् पूर्वम् अकार अस्ति, सो नकार तिष्ठति. अतः अतः नकारः तिष्ठति. वदतु, भवती उक्तवती सो खलु, सो आङ्ग्लभाषया सो सोति, अतः अतः अतः वदतु. अतः नकारः, अतः नकारः तिष्ठति. हा, सुन्दरं, तथैव अस्ति. सन्ध्या भगिनी अवगच्छति वा? भवान् उक्तवान् यदि आ शब्दः अस्ति नकारः तिष्ठति. लट् लकारस्य एकवचनान्तरूपे टि इत्यस्मात् पूर्वम् अकारः अस्ति चेत् स्त्रीलिङ्गे शत्रन्तरूपस्य नकारः भवति, नो चेत् न. तर्हि भवती एव करोतु एकवारम्, अत्र क्रीणाति इति करोतु. क्रीणाति, हा, चिन्तनं किं, पुल्लिङ्गे किं भवति, कथं चिन्तनीयमस्ति? क्रीणन्, हा, कथं ज्ञातवती? बहुवचने क्रीणन्ति, हा, समीचीनं, हा, ति इति निष्कासयति, हा, बहु समीचीनमस्ति. क्रीणन् पुल्लिङ्गे क्रीणन्, अनन्तरं स्त्रीलिङ्गे प्रथमतया तकारे दीर्घईकारः योजयतु, क्रीणन्ति इति, अनन्तरं स च नकारः तिष्ठति न वा इति अस्य अवगमनार्थं किं कर्तव्यमस्ति? यदि आ अस्ति कुत्र? एण्ड् मध्ये, हा, कुत्र कुत्र लट्लकारस्य अन्तिमशब्दः किं वचने कस्मिन् वचने बहुवचने न पुल्लिङ्गस्य रूपस्य अवगमनार्थं बहुवचनान्तरूपं द्रष्टव्यमस्ति. स्त्रीलिङ्गस्य नकारः अस्ति न वा इति किं वचनं द्रष्टव्यम्? एकवचनं तत्र रूपं किं लट्लकारस्य एकवचनान्तरूपं किम् अस्ति? न तत्र अण अण अस्ति खलु. पुनः वदतु. क्रीडति इति नास्ति, तत्र क्रीणन्ति इति भवती उक्तवती खलु. एकवचने किमस्ति? न क्रीणन्ति बहुवचने. एकवचने किमस्ति? सहदेव महोदय वदतु. स्त्रीलिङ्गमहोदय न लट्लकारस्य एकवचने क्रीणाति. हा हा हा सन्ध्या भगिनी. क्षम्यताम् अहं विस्मृतवती. पदं क्रीणाति तर्हि आ अस्ति नाम ति इत्यस्मात् पूर्वम् अकारः अस्ति वा? आं तर्हि न अस्ति. न ति इत्यस्मात् पूर्वम् अत्र कः वर्णः अस्ति? अस्ति वा? न पश्यतु, तत्र अकारः आकारः इति द्वौ वर्णौ समानौ वा? अकारः आकारः नास्ति खलु. तत्र वदति वदति तत्र ति इत्यस्मात् पूर्वं कः वर्णः अस्ति? दकारतकारयोः मध्ये कः वर्णः अस्ति? पुनः वदतु वदतु दकारतकारयोः मध्ये कः वर्णः अस्ति? अकारः. वदति इत्यस्मिन् दकारतकारयोः मध्ये अकारः अस्ति. इदानीं क्रीणाति तत्र अणकारतकारयोः मध्ये कः वर्णः अस्ति? अकारः आकारः तत्र भेदः अस्ति खलु. अतः अत्र अकारः नास्ति, आकारः अस्ति, अकारः नास्ति. स्पष्टं वा? तर्हि श्रीलिङ्गे नकारः तिष्ठति न वा? न तर्हि रूपं किम्? क्रीणति. बहु समीचीनमस्ति. शृण्वति, क्रीणति, किन्तु वदन्ति, लिखन्ति इति तत्र श्रीलिङ्गे भेदः अस्ति. अतः पुल्लिङ्गरूपं तथा अस्ति, स्त्रीलिङ्गरूपं तथा अस्ति. तत्र नपुंसकलिङ्गे तत्र यत् रूपं भवति पुल्लिङ्गे तत्र नकारस्य स्थाने तकारः योजयतु. पश्यन्नित्यस्य पश्यत्, गच्छन्नित्यस्य गच्छत्, लिखन्नित्यस्य लिखत् पुल्लिङ्गे. अवगतं खलु? इदानीम् अन्य कोऽपि तदभ्यन्तरे आगतवान् वा? नमस्ते महोदय, अखिला अस्मि. अखिला भगिनी, अस्तु, समीचीनमस्ति. अन्य कोऽपि? तर्हि तत्र गच्छन् अस्ति, गच्छन्ती अस्ति, गच्छत् पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे. इदानीं रूपाणि कथं भवन्ति इति, पुल्लिङ्गे तत्र यथा भवान् शब्दः अस्ति, अस्माकम् अत्र तत्र मीना भगिनी वदतु भवान् इति अस्य रूपाणि. भवान्, भवन्तौ, भवन्तः, भवन्तौ, भवन्तं, भवतः. न भवन्तौ इति कथं, पुनः वदतु. भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः. तत्र सर्वे शृण्वन्तु सम्यक्तया. तत्र भवान्, भवन्तौ, भवन्तः भवन्तं भवन्तौ भवतः तत्र नकारः नास्ति किन्तु ततः अग्रे अपि न कुत्रापि नकारः अस्ति भवता भवद्भ्यां भवद्भिः इत्यादीनि रूपाणि सन्ति तत्र प्रथमपञ्चरूपेषु प्रथमेषु पञ्चसु रूपेषु तत्र नकारः अस्ति ततः अग्रे इदानीं पुल्लिङ्गस्य वार्ता ततः अग्रे नकारः न कुत्रापि अस्ति अत्रापि तथा अत्रापि तथा अतः गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ गच्छतः अत्र षष्ट्यधिकशततमे पुटे सर्वे पश्यन्तु षष्ट्यधिकशततमे पुटे 160 सर्वे पश्यन्तु पुस्तके तत्र पुल्लिङ्गे तथा सन्ति रूपाणि नकारः अस्ति केवलं पञ्च प्रथमेषु पञ्चसु रूपेषु ततः अग्रे न कुत्रापि इदानीं स्त्रीलिङ्गशब्दः अस्तु तर्हि एकवारं श्रीनिवासमहोदय तत्र वदति इत्यस्य रूपाणि पुल्लिङ्गे वदतु एकवारं वदति स्त्रीलिङ्गे महोदय पुल्लिङ्गे पुल्लिङ्गे वदन् वदन्तौ वदन्तः वदन्तं वदन्तौ वदतः वदता वदद्भ्यां वदद्भिः वदते वदद्भ्यां वदद्भ्यः वदतः वदद्भ्यां वदद्भ्यः वदतः वदतोः वदतां वदति वदतोः वदत्सु इति रूपाणि भवन्ति पुल्लिङ्गे स्त्रीलिङ्गे यत् रूपम् अस्माभिः उक्तं तत् रूपं प्रातिपदिकमस्ति मूलरूपं प्रातिपदिकं ततः अग्रे सर्वत्र नदीशब्दवद् भवति नदीशब्दवद् यथा नदी नद्यौ नद्यः इत्यादीनि रूपाणि भवन्ति तथा तर्हि इदानीं लिखदातुः अस्तु पद्मा भगिनी वदतु श्रीलिङ्गे रूपं प्रातिपदिकं किं लिखदातोः लिख् श्रीलिङ्गे शतरन्तरूपं लिखन्ति लिखन्त्यौ लिखन्त्यः लिखन्ति लिखन्त्यौ लिखन्तीः तत्र द्वितीयविभक्तौ एकवचने किमस्ति किमस्ति लिखत्यौ न न अस्तु आरम्भतः पुनः वदतु लिखन्ति लिखन्त्यौ लिखन्त्यः लिखन्ति लिखन्त्यौ लिखन् एकवचने किम् उक्तवती पुनः एकवचने लिखन्तीं अस्तु अस्तु समीचीनम् अग्रे लिखत्यौ लिखति लिखन्तीः लिखत्या लिखन्ती नकारः अस्ति सर्वत्र किन्तु पुनः वदतु तृतीयविभक्ति वदतु लिखन्त्या लिखन्तीभ्यां लिखन्तीभिः लिखन्त्यै लिखन्तीभ्यां लिखन्तीभ्यः लिखन्त्या लिखन्तीभ्यां लिखन्तीभ्यः लिखन्त्या लिखन्त्यौ लिखन्ति पञ्चमी एकवचने षष्ठी एकवचने सम्यक्तया वदतु लिखन्त्याः लिखन्तीभ्यः अस्ति खलु लिखन्तीभ्यः लिखन्त्याः लिखन्त्योः लिखन्तीनां लिखन्त्यायां लिखन्त्योः एकवचने किमस्ति लिखन्त्यायां न नदी किं भवति सप्तमे एकवचने नद्यां तथैव लिखन्त्यायां न द्विवारं कथमस्ति नद्यां लिखन्त्यां लिखन्त्यां, लिखन्त्योः, लिखन्तीषु. अस्तु, समीचीनमस्ति. इदानीं नपुंसकलिङ्गे, नपुंसकलिङ्गे कथमस्ति? अस्माभिः उक्तं यत् पुल्लिङ्गे यत् अस्ति नकारस्य स्थाने तकारः भवति. तत्र तकारः अस्ति यथा गच्छत् इति अस्ति. अत्र किन्तु पुस्तके दोषः अस्ति, आश्चर्यजनकवार्ता अस्ति. अत्र महत्त्वपूर्णवार्ता अस्ति. अत्र एकषष्टितमे पुटे तत्र पश्यन्तु, जगत् इति कथं भवति? पुष्पापकानि वदतु. जगत् पुष्पाभगिनी भगिनी अस्ति? अस्तु, तत्र तत्र निहारिका भगिनी वदतु. अस्मि अस्मि अस्मि अस्मि महोदय. अत्र गच्छति, म्यूट् म्यूट् म्यूट् अस्मि. जगत् जगति, जगन्ति. जगत् जगति, जगन्ति इति अस्ति. अत्र शत्रन्तरूपं किन्तु तथा नास्ति. अत्र लिखितमस्ति, अत्र दोषः अस्ति लिखितमस्ति. यत् लिखितमस्ति अत्र दोषः अस्ति. अत्र दोषः अस्ति. अत्र अद्य किञ्चित् प्रदर्शयामि कथमस्ति. अत्र द्विवचने अपि नकारः भवति. मम पुस्तके सम्यक् अस्ति महोदय. ओहो, ओ अस्तु, तर्हि मम पुस्तकं पुरातनमस्ति. सर्वेषां पुस्तकेषु नकारः नकारः नासीत् चेत् संयोजयतु. तत्र दोषः आसीत्, ते तु कृतवन्तः इति भाति. गच्छत्, गच्छन्ति, गच्छन्ति इति अस्ति. तत्र द्विवचने नकारः सर्वेषां पुस्तके भवति, भवेत्. नकारः नास्ति चेत् संयोजयतु. विपरीत मन्ये, मम पुस्तके अपि दोषः अस्ति. हा, दोषः अस्ति खलु. द्विवचने नकारः अस्ति. गच्छत्, गच्छन्ति, गच्छन्ति. तत्र नकारः भवेत्. नकारः नास्ति इति आश्चर्यजनकवार्ता अस्ति. तत्र महत्त्वपूर्णबिन्दुः अस्ति. बुद्धम्? अस्तु, एतत् सर्वं कथं भवति इति प्रदर्शनार्थम् एकवारं वदामि. अत्र तत्र ह्यः रात्रिवेलायाम् अहं एकं लिङ्क् प्रेषितवान् करपत्रस्य. प्राप्तवन्तः सर्वे लिङ्क्? मम पार्श्वे अस्ति महोदय. महोदय, चतुर्थमपुटे जगति अस्ति. नपुंसकलिङ्गे एकषष्टि अधिकशततमे पुटे. महोदय, अन्य पुस्तके मम पार्श्वे अन्यं पुस्तकमस्ति, तत्रापि नकारः नास्ति. नकारः भवेत् नास्ति महोदय. भवत् भवति जगत् जगत् जगति जगन्ति नपुंसकलिङ्गे. अत्र शब्दमञ्जरी सन्दीपं महोदय, तत्र नकारः भवेत्. भवत् भवति भवन्ति इति दत्तं. तत् दोषः अस्ति. सूत्रं प्रदर्शयामि. कुत्र लिखितमस्ति तथा? अन्यम् अभिनवसंस्कृतं पुरातनपुस्तकं. तत्र अपि दोषः अस्ति. द्विवचने नकारः अस्ति. कुत्र भुवादिगणे कः धातुः प्रदर्शितः अस्ति पुस्तके? ओ, एतत् धातुः नास्ति, भवान् अस्ति. सर्वनाम भवत् इति शब्दः वा? हा, एतत् अन्यमस्ति. शत्रन्तरूपस्य प्रसङ्गे वदामि. नपुंसकलिङ्गे अत्र अत्र कथमस्ति इति प्रदर्शयामि. हा, इदानीं करपत्रं सर्वेषां पुरतः अस्ति महोदय. अस्तु, तर्हि अत्र प्रथमतया किं वक्तव्यमस्ति? अत्र पुस्तके एकवारं पश्यन्तु. पुस्तके षष्ट्यधिकशततमे पुटे तत्र पुल्लिङ्गान्तरूपाणि प्रदर्शितानि सन्ति. गच्छन्, गच्छन्तौ, गच्छन्तः, गच्छन्तं, गच्छतौ, गच्छतः इति पश्यन्ति. हरि ओम् पुस्तके अत्र अत्र प्रथमपञ्चसु स्थलेषु यः प्रत्ययः अस्ति तस्य प्रत्ययस्य नाम सर्वनामस्थानम् इति सर्वनामस्थानसंज्ञा अस्ति. अस्तु किमस्ति इति प्रदर्शयामि. अत्र करपत्रम् उद्घाटितमस्ति. अत्र मम करपत्रं नास्ति. हा महोदय. ह्यः रात्रिवेलायाम् अहं लिङ्क् प्रेषितवान्. तत्र श्वः गृहपाठः गृहपाठेन सह भवान् अपेक्षितवान्. सर्वेषां पार्श्वे अस्ति. श्रीनिवासमहोदय तत्र पार्श्वे अस्ति वा? सर्वे लब्धवन्तः वा? आं महोदय. अस्तु इदानीम् उद्घाटयतु, उद्घाटपत्रम् उद्घाटयतु. तत्र तत्र च गृहपाठे तत्र एकः शब्दः नुमागमः तादृशं कोऽपि शब्दः मया दत्तः. तत्र करपत्रे सर्च् विण्डो मध्ये स्थापयतु. नुमागमचिन्तनम् इति शब्दः. नुमागमचिन्तनम् आं महोदय. हा तत्र प्राप्तवन्तः सर्वे? अस्तु. ततः अग्रे स्थूलाक्षरैः पञ्चसूत्राणि लिखितानि सन्ति. ततः अग्रे किञ्चित् स्क्रोल् डौन् कुर्वन्तु. तत्र पुल्लिङ्गे इति लिखितमस्ति. अनन्तरं ततः अग्रे नपुंसकलिङ्गे इति शब्दः अस्ति. तत्र अण्डर्लैन् कृत्वा नपुंसकलिङ्गे पश्यन्ति. तस्मात् उपरि, ततः उपरि तत्र सप्तसु विभक्तिषु तत्र प्रत्ययाः के सन्ति इति प्रदर्शितमस्ति. सु औ जस् अम् औट् शस् ताभ्यां भिस् ङेभ्यां भ्यस् ङसिभ्यां भ्यस् ङस् ओस् आम् ङि ओस् सुप् इति लिखितमस्ति. सर्वे पश्यन्ति वा? एते यः कोऽपि शब्दः प्रातिपदिकं मूलरूपं यथा देवशब्दः, देवः, देवौ, देवाः, देवं, देवौ, देवान् इत्यादीनि रूपाणि भवन्ति. यः कोऽपि शब्दः तत्र पुल्लिङ्गे इति चिन्तयतु. देवशब्दः देव योगः सु देवः, देवशब्दः योगः औ देवौ, देवशब्दः योगः जस् देवाः. कथम् तत् सर्वं भवति इति न वदामि इदानीं, तावदेव अवगन्तव्यमस्ति. तर्हि द्वितीयविभक्तौ देवः योग देवः न देव योगः अं देवं, देवः योगः औट् देवौ, देवः योगः शस् इति देवान् इति तत्र प्रक्रिया भवति, नाम कार्यमस्ति. तस्य तत् कार्यं कथं भवति इति चिन्ता नास्ति, नितरां नास्ति इदानीं. किन्तु किम् अवगन्तव्यमस्ति, अत्र सु औ जस् अम् औट् इति प्रथमपञ्च प्रत्ययाः तेषां नामकरणमस्ति. नाम यथा मीना भगिनी, तस्याः नाम मीना इति वदामः. तत्र अखिला भगिनी, अखिला अस्ति, अखिला इति नामकरणमस्ति. सुनिधि इति नामकरणमस्ति. सञ्जीवमहोदय इति सञ्जीव इति नामकरणमस्ति. अत्र सु औ जस् अम् औट् एतेषां नाम भवति. प्रत्येकं प्रत्ययस्य नाम भवति तत्र सर्वनामस्थानं. सर्वनामपदमिति सः गच्छति इति सर्वनामपदमिति अत्र न कोऽपि सम्बन्धः, केवलं नामकरणमस्ति. सर्वनामस्थानम् इति संज्ञा इति नाम. सु औ जस् अम् औट् तावत् बुद्धम्. हरि ओम्. अस्तु अस्तु इदानीं महोदय अहं शब्दमञ्जरी अपि पश्यामि. द्विपञ्चशत् पुटे पचत् इति शब्दः तदेव पचत् पचन्ति पचन्ति इति अस्ति. हा, यथा मया उक्तं यथा भवान् न कापि, हा न कापि शङ्का, अत्र न कापि शङ्का अस्ति, अत्र न कोऽपि सन्देहः, न शङ्का, न किमपि अस्ति. तत्र द्विवचने नकारः अस्ति. अत्र कथमस्ति इति प्रदर्शयामि इदानीं. इदानीं पुनः उपरि आगच्छतु. पञ्चसूत्राणि सन्ति. पञ्चसूत्राणि सन्ति. इदानीं विस्तृतरूपाणि विस्तृतरूपेण न प्रदर्शयामि, केवलम् उपरि उपरि अवगमनार्थं, यतोहि अस्माकम् अत्र पाणिनीयवर्गः नास्ति, केवलं प्रदर्शनार्थं कथमस्ति. पञ्चसूत्राणि सन्ति पुरतः. हरि ओम्. आं महोदय. तर्हि प्रथमं सूत्रं भवती पठतु. उगितचां सर्वनामस्थाने धातोः. हा, अस्य सूत्रस्य अर्थः यत् उगित् शत्र यत्र शत्रन्तपदं भवति तत्र शत्र इति यस्य यथा गच्छत् पश्यत् लिखत् इति तत्र लिख धातुः योगः शत्रपतेः अस्ति. शत्र इति पुनः केवलं यस्य अन्ते शत्रपतेः अस्ति तस्य उगित् इति नाम अस्ति. उक् इत् यस्य सः इति तत्र नाम एक खोद् अस्ति, एकं खोद् अस्ति आङ्ग्लभाषया, खोद् अस्ति. तत्र शत्रन्तपदस्य नाम अस्ति उगित्. तर्हि अत्र अत्र पञ्चपतयः सन्ति सर्वनामस्थानसंज्ञकाः इति मया उक्तं. सु औजस् अम् औट्. अनेन सूत्रेण उगदचां नाम अत्र अच् इति धातुः अस्ति, तत्र नास्ति चिन्ता. अत्र उगदचाम् इत्युक्ते शत्रन्तपदानां सर्वनामस्थाने नाम प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति चेत् शत्रन्तपदानां नुमागमः भवति पुलिङ्गे. पुलिङ्गे अतः पश्यन् पश्यन्तौ पश्यन्तः पश्यन्तं पश्यन्तौ पश्यतः. अनेन सूत्रेण पञ्चसु स्थलेषु यत्र सर्वनामस्थानसंज्ञकः प्रत्ययः अस्ति तत्र नकारः अस्ति. अनेन सूत्रेण तावदेव अवगन्तव्यम् अस्ति. इतः अग्रे न अस्तु. नाभ्यस्ताच्छतुः नाभ्यस्ताच्छतुः अत्र नाभ्यस्ताच्छतुः इत्यनेन तत्र यत्र सर्वनाम तत्र यत्र अभ्यस्तसंज्ञकः अस्ति, अभ्यस्तसंज्ञः नाम यत्र द्वित्वमस्ति, तृतीय तत्र ज्योत्यादिगणे यथा ददाति बिभेति, यत् दा धातोः द्वित्वमस्ति ददाति, भी धातुः बिभेति इति तत्र अभ्यस्तसंज्ञा अस्ति. इदानीं ततः अग्रे किमपि न अवगन्तव्यमस्ति. अत्र नाभ्यस्ताच्छतुः इति सूत्रं तत्र जुहोति आदिगणे यत्र द्वित्वं भवति तस्य कार्यमस्ति अत्र. नाम गते सप्ताहे मया उक्तं यत् तत्र ददाति तत्र नुमागमः न भवति पुल्लिङ्गे. सञ्जीवमहोदय, तत्र रूपाणि कथं भवति ददाति इत्यस्य? ददत् ततः अग्रे कथमस्ति? नाम समानमस्ति, केवलं नुमागमः न भवति. पश्यन् पश्यन्तौ पश्यन्तः पश्यन्तं पश्यन्तौ पश्यतः इति तत्र समानमस्ति, केवलं नुमागमः नास्ति. ततः अग्रे इति तावदेव अस्ति. नाम अनेन सूत्रेण नाभ्यस्ताच्छतुः तत्र द्वित्वमस्ति जुहोत्यादिगणे इति कृत्वा तत्र अभ्यस्तसंज्ञा अस्ति. न अभ्यस्ताच्छतुः शत्रुप्रत्ययस्य षष्ट्यन्तं शतुः, तत्र नुमागमः न भवति अभ्यस्तसंज्ञा अस्ति चेत्, तदर्थं वदन्तौ वदन्तः इत्यस्य स्थाने ददत् ददतौ ददतः नकारः न भवति जुहोत्यादिगणे अनेन सूत्रेण इदानीं नपुंसकलिङ्गे कीदृशी व्यवस्था इति अग्रे त्रीणि सूत्राणि सन्ति. नाम पुल्लिङ्गे यत्किमपि ज्ञातव्यमस्ति तत् अस्माभिः उक्तम् अत्र. उगदच्छां सर्वनामस्थाने धातोः नाभ्यस्तात् चतुः इति सूत्रद्वयेन. ततः अग्रे इदानीं नपुंसकलिङ्गे किम् अवगन्तव्यमस्ति यत् पुनः अधोभागे पश्यतु सु औजस् तत्र पुल्लिङ्गे अस्माभिः उक्तं सु औजस् अम् औजस् इत्यादयः प्रत्ययाः सन्ति खलु अधः, पश्यन्ति वा? हरि ओम् महोदय. अस्तु, इदानीं नपुंसकलिङ्गे प्रथमाविभक्तौ द्वितीयाविभक्तौ च यः कोऽपि नामपदं भवति, नाम रामः श्यामः यत्र, किन्तु यत्र नपुंसकलिङ्गशब्दः अस्ति यथा फलं फले फलानि, गृहं गृहे गृहाणि, तत्र नपुंसकलिङ्गे तत्र अधोभागे पश्यन्तु नपुंसकलिङ्गे सुप्रत्ययः इति लिखितमस्ति. पश्यन्ति वा? तत्र लिखितमस्ति किं सुब्रह्मण्यमहोदय, किं लिखितमस्ति? सुडनपुंसकस्य न न नपुंसकलिङ्गे सुप्रत्ययः नपुंसकलिङ्गे सुप्रत्ययः शून्यं शि अग्रे पुल्लिङ्गे तर्हि अत्र सु इत्यस्य स्थाने शून्यं नाम किमपि न तिष्ठति, कोऽपि प्रत्ययः नास्ति. औ इत्यस्य स्थाने शि, जस् इत्यस्य स्थाने शि. अत्र यथा जगत् इति प्रातिपदिकमस्ति तत्र एकवचने कोऽपि प्रत्ययः नास्ति अतः यथावत् तिष्ठति. जगत् इति प्रथमभक्तौ किं भवति? जगदेव, जगत् शून्यं जगत्. द्विवचने जगत् जगति, शि शकारः अपगच्छति, जगत् जगति जगन्ति, अत्र इकारः ह्रस्व इकारः आगच्छति. नकारः इति इदानीं मास्तु तत्र अपरस्मिन् दिने अग्रे, इदानीं जगत् जगति जगन्ति इति अस्ति. तर्हि सु औजस् इति स्थाने शून्यं शीशि इति अस्ति. इदानीं मया उक्तं यत् सु औजस् अम् औट् इति पञ्चानां सर्वनामस्थानसंज्ञा भवति. अत्र नपुंसकलिङ्गे बहुवचने शि इत्यस्य सर्वनामस्थानसंज्ञा भवति, तर्हि आहत्य अत्र एकवचने बहुवचने च शिशि, तर्हि आहत्य सप्तानां प्रत्ययानां तत्र सर्वनामस्थानसंज्ञा भवति. सु औजस् अम् औट् अपि च नपुंसकलिङ्गे शिशि. तत्र बहुवचने प्रथमभक्तौ द्वितीयभक्तौ च. अतः इदानीं पुनः उपरि आगच्छतु तृतीयं सूत्रं वा नपुंसकस्य, निहारिकाभगिनी पठतु तत्र अर्थः किं लिखितमस्ति नपुंसकलिङ्गे. नपुंसकलिङ्गे सर्वनामस्थानसंज्ञाकप्रत्यये परे अभ्याससंज्ञाकात् शतन्तस्य विकल्पेन नुमागमो भवति. तर्हि अत्र नपुंसकलिङ्गे कीदृशी व्यवस्था इति, तत्र मया किमुक्तं यत् बहुवचने शिशि तत्र सर्वनामस्थानसंज्ञा अस्ति, अतः तत्र पुल्लिङ्गे गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ गच्छतः पुल्लिङ्गे. नपुंसकलिङ्गे गच्छत् इदानीं बहुवचने अपि सर्वनामस्थान्या अस्ति, अतः उपरि प्रथमं सूत्रम् उगदच्छां सर्वनामस्थानसंज्ञे सर्वनामस्थाने धातोः अनेन सूत्रेण पुल्लिङ्गे तत्रापि नुमागमः भवति पुल् बहुवचने. अतः पश्यन्ति गच्छन्ति इति अस्ति बहुवचने. तत्र जुहोत्यादिगणे यत्र अभ्यस्तसंज्ञा अस्ति, इदानीं द्वितीयं सूत्रं द्वितीयेन सूत्रेण तत्र सञ्जीवमहोदय तत्र किं सूच्यते? द्वितीयं सूत्रं किं वदति? कुत्र अस्ति महोदय द्वितीयं सूत्रं? नपुंसकलिङ्गे नाभ्यस्तात् चतुर्थी किं तत्र किं लिखितमस्ति? सङ्गणकमस्ति वा तत्र? अस्तु अखिला भगिनी. अभ्यस्तसंज्ञकधातुः अस्ति चेत् तस्य चतुर्थस्य नुमागमः न भवति इति वदति. न यत्र तर्हि नाम कुत् न कुत्रापि यत्र दादातुः ददाति तत्र नुमागमः न कुत्रापि भवति अनेन सूत्रेण. किन्तु अत्र लिखितमस्ति ततः अग्रे वानपुंसकस्य. तर्हि वानपुंसकस्य तत्र सर्वनामस्थानसंज्ञा अस्ति चेत् तत्र विकल्पेन भवति. अतः अनेन सूत्रेण जुहोत्यादिगणे ये धातवः सन्ति तेषां बहुवचने विकल्पेन नुमागमः भवति. सामान्यतया नित्यं भवति बहुवचने, सामान्यतया नित्यं यथा वद् धातुः. नपुंसकलिङ्गे बहुवचने वद् धातोः रूपं किं भवति इति श्रीनिवासमहोदय वदति वा? नपुंसकलिङ्गे वद वदत् वदन्ति वदत् वदन्ति वदन् वदन्ति हा वदन्ति. तत्र तत्र नुमा नाम नकारः भवति. नकारः सामान्यव्यवस्था अस्ति यत् नपुंसकलिङ्गस्य बहुवचन नकारः नित्यं भवति उगदच्छां सर्वनामस्थाने धातोः इति सूत्रेण. न केवलं पुल्लिङ्गे पञ्चसु किन्तु अपि तु बहुवचने नपुंसकलिङ्गे अपि भवति नित्यं. तत्र वदन्ति किन्तु अत्र वानुपुंसकस्य दिनेन जुहोत्यादिगणे विकल्पेन भवति. अतः एकवारं भवति एकवारं न भवति. तत्र तत्र ददत् पुल्लिङ्गे अखिला भगिनी वदतु तत्र ददत् इत्यस्य पुल्लिङ्गे किं भवति? ददतौ ददतः ददतं ददतौ ददतः. हा न कुत्रापि नुमागमः अस्ति, नकारः न कुत्रापि अस्ति. किमर्थं नाभ्यस्तात् चतुः इति सूत्रेण. किन्तु वानपुंसकस्य दिनेन तत्र यत्र सर्वनामस्थानसंज्ञा अस्ति कुत्र नपुंसकलिङ्गे सर्वनामस्थानसंज्ञा प्रत्ययः कुत्र अस्ति अखिला भगिनि? तत्र बहुवचने एव अस्ति महोदय. हा प्रथमाभक्तौ द्वितीयभक्तौ प्रथमद्वितीयविभक्तौ तत्र बहुवचने एव. तत्र बहु तत्र विकल्पेन अनुमागमः अतः अतः तत्र रूपं किं भवति? ददत् ददति ददन्ति ददत् ददति दद ददत् ददति ददन्ति. नाम तत्र रूपद्वयं भवितुम् अर्हति. तर्हि ददत् वा नपुंसकस्य इति सूत्रेण तत्र यत्र सर्वनामसंज्ञा अस्ति तत्र नुमागमः विकल्पेन भवति इत्युक्ते तत्र रूपद्वयं भवितुम् अर्हति खलु. तत्र ददन्ति तर्हि बहुवचने ददन्ति ददति इति रूपद्वयमपि रूपद्वयं भवति ददति ददन्ति बहुवचने वानपुंसकस्य सूत्रेण. अनन्तरम् अन्तिमसूत्रद्वयम् आच्छिन्नद्योर्नुं शप्स्यनोर्नित्यम् इति सूत्रद्वयेन नपुंसकलिङ्गस्य द्विवचने किं भवति इति अत्र सूच्यते, अपि च स्त्रीलिङ्गे सूत्रद्वयेन. नाम अनेन सूत्रद्वयेन नपुंसकलिङ्गस्य द्विवचने यद्भवति यद्रूपं तदपि स्त्रीलिङ्गे प्रातिपदिकमस्ति. स एव नियमः नपुंसकलिङ्गस्य द्विवचने प्रथमभक्तौ द्वितीयभक्तौ च, अपि च स्त्रीलिङ्गे प्रातिपदिकं तत्र रूपं समानं भवति अनेन सूत्रद्वयेन. महोदय एकः प्रश्नः, आम् वा नपुंसकस्य इति बहुवचने इति कुत्र अस्ति? अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुं सर्वनामस्थाने बहुवचने अपि किम् अस्ति, बहुवचने एव अस्ति इति कथं जानीमः? अत्र नपुंसकलिङ्गे सर्वनामस्थानसंज्ञप्रत्ययः कुत्र भवति? षष्ठस्थाने भवति. मया किमुक्तं सर्वनामस्थानसंज्ञप्रत्ययः तत्र पुल्लिङ्गे सु औजस् अम् औट्, स्त्रीलिङ्गे शिशि, नपुंसकलिङ्गे शिशि. ओ बहुवचने एव अस्ति सर्वनामस्थानसंज्ञकः. अस्तु इदानीं तर्हि सूत्रद्वयेन आचिनद्योर्नुं शप्स्यनोर्नित्यम् इति सूत्रद्वयेन तत्र नपुंसकलिङ्गे द्विवचने नुमागमः भवति न वा इति अत्र अस्माभिः ज्ञायते. स्त्रीलिङ्ग् शृण्वन्तु एकवारम्, अत्र आचिनद्योर्नुम् इति सूत्रेण यत्र यत्र लट्लकारस्य एकवचने ति इत्यस्मात् पूर्वम् अकारः पूर्वम् अस्माभिः दृष्टं खलु, गच्छ गच्छति इत्यस्य गच्छ, वदति इत्यस्य वद, ति इत्यस्मात् पूर्वम् अकारः अस्ति चेत् अनेन सूत्रेण विकल्पेन शी प्रत्ययः द्विवचने नपुंसकलिङ्गे शी प्रत्ययः, अपि च नदी इत्यनेन तत्र नदी इत्युक्ते स्त्रीलिङ्गे प्रातिपदिके तत्र विकल्पेन नुमागमः भवति. अनन्तरं शप्स्यनोर्नित्यम् इत्यनेन यत्र शप्स्यन् अस्ति तत्र द्वादिगणे दिवादिगणे चुरादिगणे प्रथमगणे चतुर्थीगणे दशमे गणे तत्र किन्तु नित्यं विकल्पेन नास्ति. आहत्य ये सर्वे प्रायः न अवगच्छेयुः, इदानीं त्यजामः केवलं प्रदर्शनार्थं कथं रूपाणि सन्ति. आहत्य सन्देशः कः इति, भ्वादिगणे शप्स्यनोर्नित्यमिति सूत्रेण भ्वादिगणे दिवादिगणे चुरादिगणे च तत्र नुमागमः नित्यं भवति नपुंसकलिङ्गस्य द्विवचने प्रथमाभक्तौ द्वितीयभक्तौ अपि च स्त्रीलिङ्गे. आचिनद्योर्नुमतिनेन यत्र यत्र अङ्गम् अवर्णान्तमस्ति नाम गच्छति तत्र इत्यस्मात् पूर्वम् अकारः अस्ति किन्तु शप्स्यन् इति नास्ति, नाम आहत्य सन्देशः कः इति चेत् तुदादिगणे आचिनद्योर्नुमति तत्र तुदादिगणे नुमागमः विकल्पेन भवति नपुंसकलिङ्गे द्विवचने अपि च श्रीलिङ्गस्य प्रातिपदिके. इति तावदेव अस्ति, ये अवगतवन्तः ते अवगतवन्तः, ये न अवगतवन्तः इति नास्ति चिन्ता. इदानीम् आहत्य रूपाणि कथं सन्ति इति पुनः पुस्तके आगच्छामः. तदर्थं गच्छत् गच्छति गच्छन्ति अस्ति, गच्छत् गच्छन्ति गच्छन्ति द्वयोः अपि अस्ति. हा किन्तु तुदादिगणे हा तर्हि न किं गच्छति गच्छति इत्यस्य रूपं केवलम् एकम् अस्ति, गच्छत् गच्छन्ति गच्छन्ति, गच्छत् गच्छन्ति गच्छन्ति, नपुंसक। परन्तु द्विवचने नुमागमः विकल्पेन भवति? न न, नुप केवलं तुदादिगणे, नाम प्रथमतया चि नद्योर्नुमितिनेन विकल्पेन उच्यते यत्र अङ्गमदन्तमस्ति, अनन्तरं शप् शनो नित्यम् इत्यनेन, किन्तु शप् शन् अस्ति चेत् नित्यं न तु विकल्पः, तत्र तुदादिगणे श अस्ति न तु शप्, अतः तुदादिगणे एव विकल्पेन भवति। अन्यत्र अन्यत्र यत्र अङ्गमदन्तमस्ति तत्र सर्वत्र नित्यमस्ति, अपि च यत्र अङ्गमदन्तं नास्ति शृणोति क्रीणाति तत्र न भवति एव। द्विवचने नुमागमः नपुंसकलिङ्गे अपि च स्त्रीलिङ्गस्य प्रातिपदिके तत्र नुमागमः यत्र अङ्गम् अनदन्तमस्ति तत्र नुमागमः न भवति एव। तदर्थं शृण्वति स्त्रीलिङ्गे वयम् उक्तवन्तः अद्य एव, क्रीणति शृण्वति। अस्तु, तत्र सूत्रसहितस्पष्टीकरणं मया कृतमस्ति, इदानीं सर्वे न अवगतवन्तः इति अहं जानामि, इदानीं पुनः पुस्तकमागच्छामः। केचन अवगतवन्तः स्युः, केचन न अवगतवन्तः, ये अस्माकं पाणिनीयगणे वर्गे सन्ति ते अवगतवन्तः स्युः। अत्र शृण्वति नपुंसकलिङ्गेन शृण्वति, अत्र अत्र नपुंसकलिङ्गस्य द्विवचने यद्रूपं भवति तदपि स्त्रीलिङ्गे प्रातिपदिकमस्ति। हा हा, अस्तु, आहत्य आहत्य कीदृशी व्यवस्था अस्ति, तर्हि पुल्लिङ्गे वयं जानीमः, आहत्य पुल्लिङ्गे कः नियमः इति निहारिका भगिनी वदतु, भगिनी अस्ति? यथा यथा भवत् शब्दः नाम तत्र किं चिन्तनमस्ति, मया आरम्भे किम् उक्तवान्, किम् उक्तम्, यथा भवत् शब्दः समीचीनमस्ति, लट् लकारस्य बहुवचने, लट् लकारस्य बहुवचने तत्र ति निष्कास्य तथैव अवशिष्यते। हा, तर्हि गच्छन्ति ति निष्कासयामः, अवशिष्यते गच्छन्। अनन्तरं पञ्चसु स्थलेषु नुमागमः भवति इति जानीमः। इदानीं स्त्रीलिङ्गे कः नियमः इति श्रीनिवासमहोदय वदतु। स्त्रीलिङ्गे लट् लकारस्य बहुवचने रूपं दीर्घ इकारः भवति महोदय, अनन्तरं अनन्तरं लट् लकारस्य एकवचनरूपं यदि अकारः भवति नकारः तिष्ठति महोदय। तर्हि वद् वद् धातोः रूपं वदतु। वदति वदन्ति महोदय, वदन्ति अस्ति। इदानीं क्रीणाति इत्यस्य वदतु, क्रीणाति क्रीणाति क्रीणति नकारः न भवति महोदय, क्रीणति क्रीणति। अस्तु, समीचीनमस्ति। इदानीं पुल्लिङ्गे नपुंसकलिङ्गे कीदृशी व्यवस्था इति मीना भगिनी वदतु, सामान्यव्यवस्था। नपुंसकलिङ्गे पुल्लिङ्गरूपे नकारस्य स्थाने तकारः अस्ति, अतः गच्छत् इति शब्दम्। अनन्तरं नुमागमः नकारः अस्ति द्विवचने बहुवचने अपि, गच्छत् गच्छन्ति गच्छन्ति गच्छत् गच्छन्ति गच्छन्ति इति इति अस्ति. इति सामान्यव्यवस्था. इदानीं ततः अग्रे किं वक्तव्यमस्ति यत् तत्र द्विवचने यथा स्त्रीलिङ्गे वयम् उक्तवन्तः, स्त्रीलिङ्गे श्रीनिवासमहोदय किम् उक्तवान्? स्त्रीलिङ्गे कुत्र नुमागमः भवति, कुत्र नुमागमः न भवति? ति इति प्रत्ययस्य पूर्वम् अकारः अस्ति चेत् नुमागमः अस्ति, अकारः न अस्ति चेत् नुमागमः न अस्ति. इति स्त्रीलिङ्गे. अतः आकारः न, अतः अकारः. अतः वदति वदन्ति स्त्रीलिङ्गे वदन्ति, किन्तु शृण्वति इति अस्ति खलु, नुमागमः नास्ति. नपुंसकलिङ्गस्य द्विवचने अपि तथैव अस्ति. नपुंसकलिङ्गस्य द्विवचने अपि तथैव. अतः स्त्रीलिङ्गे, अतः नपुंसकलिङ्गस्य द्विवचने वदधातोः वदन्ति, श्रुधातोः शृण्वति. नपुंसकलिङ्गस्य द्विवचने यथा स्त्रीलिङ्गे तथैव नपुंसकलिङ्गस्य द्विवचने अपि. बुद्धं? विकल्पेन वा? न न, विकल्पेन नास्ति. विकल्पेन नास्ति. अत्र विकल्पेन कुत्र भवति? द्युदादिगणे. लिग् धातुः, मिल् धातुः, मिलति, लिखति, मिलति, चल् धातुः चलति, क्षिप् धातुः क्षिपति, दिश् धातुः दिशति. एते धातवः द्युदादिगणे सन्ति. तदर्थं यः कोऽपि धातुः द्युदादिगणे अस्ति तत्र विकल्पेन स्त्रीलिङ्गे अपि च नपुंसकलिङ्गस्य द्विवचने नुमागमः भवति. अपि च जुहोत्यादिगणे, ज्योत्यादिगणे अखिलभगिनी वैशिष्ट्यं किमस्ति? तत्र वानपुंसकस्य इति वानपुंसकस्य इति सूत्रेण तत्र नुमागमः विकल्पेन भवति. तर्हि रूप बहुवचने एव. तर्हि तत्र बहुवचन, यत्र सर्वनामस्थानमस्ति तद् बहुवचनमस्ति नपुंसकलिङ्गे. प्रथमाविभक्ति द्वितीयाविभक्तौ तत्र नुमागमः विकल्पेन भवति. तर्हि रूपं भवति ददत्, ददतौ, ददत् क्षम्यतां, ददत् ददति, ददन्ति अथवा ददति. द्विवचने नुमागमः किमर्थं न उक्तं? तत्र सर्वनामस्थाने इति अस्ति. न न, द्विवचने हा, तदेव तत्र सूत्रे सर्वनामस्थानम् इति उक्तमस्ति. तत्र हा, तत्र केवलं बहुवच प्रथमाविभक्तौ द्वितीयाविभक्तौ बहुवचनमेव तत्र सर्वनामस्थानमस्ति नपुंसकलिङ्गे. द्वितीया द्विवचनं नास्ति सर्वनामस्थानम् इति कारणात् तत्र न भवति. हा, किन्तु कुत्रचित् नुमागमः भवति द्विवचने नपुंसकलिङ्गे, यथा यथा गच्छन्ति, सत्यं. तत्र तु वदन्ति, हा, तत्र तु सूत्रे एव दत्तमस्ति खलु महोदय. तत्र सर्वनामस्थानमिति नास्ति, परन्तु षी नद्योः इति अस्ति. तर्हि तत्र षी इति प्रत्ययः प्रत्यये परे तत्र नुमागमः आगच्छति. परन्तु ददाति इत्यस्य किमर्थं नास्ति? ददाति इत्यस्य अत्र तु सर्वनामस्थाने इति अस्ति. तर्हि षी इति प्रत्ययः सर्वनामस्थानं नास्ति. न न न न, किन्तु अत्र आचिनद्योर्नुम् अपि च शप्शनो नित्यं, तत्र सूत्रद्वयेन नपुंसकलिङ्गे द्विवचने नुमागमः भवति. तत्र दा धातोः तत्र नास्ति, किमर्थम्? हो हो हो हो, तत्र हा हा हा, किमर्थं चेत् तत्र अवर्णात् अङ्गात् इति अस्ति खलु महोदय. तत्र दा धातुः अवर्ण अवर्णाङ्गं नास्ति. हा हा हा, इति अस्ति हा अस्तु तर्हि नाम आहत्य नुमागमः कुत्र कुत्र भवति कुत्र न भवति इत्यादीम् अस्माभिः सर्वम् उक्तमस्ति अन्यत् किमपि नास्ति अत्र एतावता कोऽपि प्रश्नः वा महोदय विवरणार्थं धन्यवादः प्रश्नः तुदादिगणलिखधातोः स्त्रीलिङ्गे तथा नपुंसकलिङ्गे रूपाणि कानि इति एकवारं पुनः वदतु हा हा हा स्त्रीलिङ्गे नपुंसकलिङ्गस्य द्विवचने तत्र द्विवचनं सर्वाणि रूपाणि एकवचने प्रथमाविभक्तौ तथा द्वितीयविभक्तौ अस्तु अस्तु अस्तु वदेम वदेम तर्हि इदानीं क्रमेण त्युदादिगणे रूपाणि कथं भवन्ति इति वदेम तर्हि सुब्रह्मण्यमहोदय तत्र पुल्लिङ्गे रूपाणि कथं भवन्ति लिखधातुः लिखधातुः प्रथमं तु अत्र लिखन् अस्ति पुल्लिङ्गे लिखन् लिखन्तौ लिखन्तः लिखन्तं लिखन्तौ लिखतः अपि च ततः अग्रे अग्रे लिखता लिखद्भ्यां लिखद्भिः अस्तु समीचीनमस्ति इति रूपाणि सन्ति तत्र पञ्चसु स्थलेषु नुमागमः भवति पुल्लिङ्गे यथा सर्वत्र तत्र नुमागमः पुल्लिङ्गे नुमागमः पुल्लिङ्गे कुत्र न भवति पुल्लिङ्गे नुमागमः द्वितीयाविभक्ति बहुवचनां बहुवचनात् आरभ्य लिखधातुः इति न वदामि तत्र सर्वेषु धातुषु कुत्र सर्वेषां धातूनां नुमागमः भवति पुल्लिङ्गे पञ्चसु स्थलेषु किन्तु कुत्रचित् न भवति कुत्र जुहोत्यादिगणे न भवति हा इति अस्ति अन्यत्र सर्वत्र लिखधातुः अपि तथा भवति नुमागमः यथा सर्वेषाम् अस्तु पुल्लिङ्गे इति अस्ति इदानीं स्त्रीलिङ्गे स्त्रीलिङ्गे की व्यवस्था अखिल भगिनी वदतु कीदृशी व्यवस्था अस्ति हा स्त्रीलिङ्गे तत्र आची नद्योर्नु तत्र अवर्णात् अङ्गः अस्ति चेत् तत्र नुमागमः आगच्छति तर्हि तत्र यदा नपुंसकलिङ्गस्य द्विवचने रूपं यदा इदानीं त्यजतु हा इति अस्ति हा इदानीं श्रीलिङ्गे तत्र सञ्जीवमहोदय किञ्चित् साक्षात् श्रोतु तत् समीचीनमेव श्रीलिङ्गे किमस्ति अस्तु अस्तु नाम नपुंसकलिङ्गस्य द्विवचने यथा इति तथा इति अस्ति हा समीचीनम् अग्रे अग्रे तर्हि तत्र गच्छन्ति इति प्रातिपदिकं भवति सर्वत्र लिग्धातुः लिखन्ति इति प्रातिपदिकं भवति तर्हि नकारः सर्वत्र तिष्ठति स्त्रीलिङ्गे इति नित्यं नित्यं हा तत्र वा इति अस्ति सूत्रे तर्हि तत्र विकल्पेन नुमागमः तिष्ठति तर्हि रूपद्वयं भवति तत्र लिखति अथवा लिखन्ति इति सर्वत्र सप्तसु विभक्तिषु त्रिषु वचनेषु सर्वत्र विकल्पेन नुमागमः भवति अतः लिखति लिखत्यो लिखत्यः लिखतीं लिखत्यो लिखतिः इति अस्ति पुनः लिखन्ति लिखन्त्यो लिखन्त्यः लिखन्तीं लिखन्त्यो लिखत्यः एतत्तु सर्वत्र हा महोदय परन्तु अत्र एकः प्रश्नः अस्ति एतत् तत्र केवलं तुदादिगणस्य दातवः कृते खलु अथवा तत्र श्रीलिङ्गे सर्वासां धातूनां सर्वेषां धातूनां तथैव स्थितिः वा न न तत्र यदिदानीम् उक्तं तत्र लिखति लिखन्ति इति यद् रूपद्वयम् अस्ति तद् केवलं तुदादौ वा अथवा सर्वे धातूनां यत्र यत्र यत्र अङ्गम् अवर्णान्तमस्ति अपि च शप्स्यन् इति नास्ति यतोहि शप्स्यनोर् इति नित्यं भवति शप् शनु नित्यमिति न भुवादि दिवादि चुरादि गणेषु नित्यं, तर्हि अवशिष्यते किं? तुदारौ. हा, अपि च अत्र वस्तुतः अवर्णान्तमङ्गम्, अत्र अदन्तमङ्गमिति अदन्तमङ्गमिति न लिखितमस्ति, अवर्णान्तं. तत्र अदादिगणे चतुर्दश आकारान्तदातवः सन्ति, तेषामपि तादृशी स्थितिः अस्ति. आहत्य आचिनद्योनुमिति सूत्रस्य कार्यं कुत्र भवति? तुदादिगणे. अदादिगणे चतुर्दश आकारान्तदातवः सन्ति, तेषाम् अपि विकल्पेन नुमागमः भवति स्त्रियाम् अपि च नपुंसकलिङ्गस्य द्विवचने. इति स्थितिः सन्ति महोदय, तत्र स्पष्टमस्ति वा? हा, स्पष्टम् अस्ति. नपुंसकलिङ्गमपि श्रोतुमिच्छामि महोदय. लिखदातु. हा हा, लिखदातुः, लिखदातुः. अत्र किं सुब्रह्मण्यं महोदय तत्र वदति वा? महोदय, अत्र एकः प्रश्नः अस्ति, स्त्रियां नुमागमः विकल्पेन भवति वा न भवति वा इति. स्त्रियां तत्र तुदादिगणे नुमागमः विकल्पेन भवति, विकल्पेन भवति. परन्तु अत्र स्त्रियां तु नुमागमः अस्ति एव खलु महोदय? नुमागमः अस्ति एव, तत्र सूत्रं द्रष्टव्यमस्ति, सूत्रं द्रष्टव्यं खलु. अस्ति एव इति, मया यत् उक्तं तत्र, नाम आरम्भे यः नियमः सर्वे शृण्वन्तु, अत्र पश्यन् अस्ति पुल्लिङ्गे पश्यन्, अनन्तरं स्त्रीलिङ्गे नुभागमः नास्ति, अस्ति न वा इति, तत्र लट्लकारस्य एकवचनान्तरूपं द्रष्टव्यमस्ति, पश्यति, तत् इत्यस्मात् पूर्वम् अकारः अस्ति, अतः नुमागमः अस्ति इति सामान्यनियमः. तत्र तत्र सम्भाषण भाषावर्गेषु तथा वयं वदामः, किन्तु वस्तुस्थितिः भिन्ना अस्ति. वस्तुस्थितिः अस्ति यत् यद्यपि लिखति इति अस्मिन् ति इत्यस्मात् पूर्वम् अकारः अस्ति, तथापि अत्र किञ्चित् अपवादभूतत्वात् तत्र नुमागमः विकल्पेन न तु नित्यम्. अन्यत्र नाम भुवादिगणे दिवादिगणे चुरादिगणे नित्यं, नित्यम् अस्तु महोदय. तत्र लिखदातोः अपि तत्र तथापि चिन्तयामश्चेदपि तत्र दोषः नास्ति खलु, यदि नुमागमः वदामः तत्रापि दोषः नास्ति. अतः सामान्य सर्वेषां कृते तत्र यत्र सरलरीत्या वक्तव्यमस्ति तत्र तथा वदामः, लिखति ति इत्यस्मात् पूर्वम् अकारः, अतः नुमागमः भवति, तत्र न कोऽपि दोषः. ये पूर्णतया इच्छन्ति तेषां तत्र अवगन्तव्यमस्ति, वस्तुतः तुदादिगणे अस्ति चेत् विकल्पेन. चतुर्दश. आम् वदतु तावत् सुब्रह्मण्यं, तत्र नपुंसकलिङ्गे लिख, लिख. अत्र नपुंसकलिङ्गे लिख, लिखत्, लिखन्ति, लिखन्ति, लिखत्, लिखन्ति. न न न न न, पुनः वदतु. लिखत्, लिखति, लिखन्ति, लिखत्, लिखति, लिखन्ति. न न, अखिता भगिनी सहायं करोतु. पुनः वदतु, न श्रूयते. हा, नपुंसकलिङ्गे एव खलु, तर्हि अत्र लिखत्, लिखति, लिखन्ति, रूपद्वयमस्ति द्विवचने, रूपद्वयमस्ति द्विवचने, बहुवचने तु लिखन्ति इति एकमेव रूपम्. हा, आहत्य लिखत् द्विवचने लिखति, लिखन्ति बहुवचने लिखन्ति. अत्रापि विकल्पेन अस्ति. अस्तु महोदय, इदानीं द्विवचने, द्विवचने एव, सर्वासु विभक्तिषु द्विवचने तथा एव विकल्परूपं. न न न, धन्यवादः. अतः आहत्य किं भवति तत्र, लिखत्, लिखति, लिखन्ति, लिखन्ति, लिखत्, लिखति, लिखन्ति, लिखन्ति, अनन्तरं लिखता लिखद्भ्यां लिखद्भिः लिखते लिखद्भ्यः इति इत्यादीनि रूपाणि लिखद्भ्यां लिखद्भ्यः एतत् सर्वमस्ति. तत्र नुमागमः ततः अग्रे न कुत्रापि अस्ति, यथा पुलिङ्गे केवलं प्रथम तत्र विभक्तिद्वयं. सन्दीप महोदय स्पष्टमस्ति वा? धन्यवादः महोदय. ज्ञानं गतम्. अस्तु, सम्यक् अस्ति. तत्र पञ्चसूत्राणि केवलं सन्ति, ये अनन्तरं पठितुं शक्नुवन्ति ते पठेयुः. अस्तु, इदानीम् अग्रे सामान्यनियमं वयं जानीमः. केवलं वैशिष्ट्यं कुत्र? ज्योत्यादिगणे, तुलादिगणे, तत्र वैशिष्ट्यमस्ति. अदादिगणे चतुर्दशधातवः. अन्यत्र आरम्भे यत् मया उक्तं तत् सर्वेषां धातूनां कृते अस्ति, सारल्यम् अस्ति. अस्तु, यः विषयः इदानीं यः समयः विशिष्यते इदानीं. हा अस्तु, किञ्चित् त्रिषष्टि अधिकशततमे भूते तत्र कश्चन अभ्यासः अस्ति, तमभ्यासं किञ्चित् पश्येम. निहारिका भगिनी तत्र किञ्चित् पठति वा एतेषु? का पुटसङ्ख्या महोदय? त्रिषष्टि अधिकशततमे पुटे. एतेषु वाक्येषु शत्रुप्रत्ययान्तानां रूपाणां प्रयोगः विभिन्नासु विभक्तिषु कृतः अस्ति. तानि सावधानां पठत अवगच्छत च. अहं विद्यालयं गच्छन्तं छात्रं मार्गं पृच्छामि. अत्र वाक्यं कथमस्ति इति, अत्र गच्छन्तमिति कथं किमर्थं तथा अस्ति वा विभक्तिः वचनम् इत्यादिकं? छात्रशब्दस्य विशेषणम् अस्ति. अतः तत्र छात्रः गच्छन् वदति इति सामान्यवाक्यमस्ति. छात्रः गच्छन् वदति, सः गच्छति अपि वदति अपि. अस्तु, पृच्छति इति अस्ति अत्र, न त्यजामः. तत् छात्रः गच्छन् वदति. अस्तु, किन्तु अत्र छात्रशब्दः कर्मपदं भवति, अतः गच्छन् इति शब्दः अपि तस्य विशेषणमस्ति, अतः तदपि कर्मपदमस्ति. अहं विद्यालयं छात्रं मार्गं पृच्छामि. तत्र विद्यालयं, अहं छात्रं मार्गं पृच्छामि इति वाक्यमस्ति. अहं छात्रं मार्गं पृच्छामि, कीदृशं छात्रं? विद्यालयं गच्छन्तं छात्रं. तर्हि अत्र छात्रः विद्यालयं गच्छन् अथवा गच्छन् अस्ति, अथवा छात्रः विद्यालयं गच्छति. छात्रः विद्यालयं गच्छति, तं मार्गं पृच्छामि इति अर्थः अस्ति. अहं विद्यालयं गच्छन्तं छात्रं मार्गं पृच्छामि इति वाक्यं स्पष्टमस्ति. सन्ध्या भगिनी, द्वितीयम् एकः प्रश्नः अस्ति. अत्र विद्यालयम् इति पदस्य किञ्चित् परिचयः कर्तुं शक्नोति वा महोदय? तत्तु वस्तुतया वाक्यस्य कर्मपदम् इति नास्ति खलु, तर्हि गच्छन् इति पदस्य कथं भवति तत्र? अत्र क्त्वा प्रत्ययः, तुमुन् प्रत्ययः, शत्र प्रत्ययः, येषां एते प्रत्ययाः येषाम् अन्ते भवन्ति तेषामपि कर्मपदत्वं स्वीकुर्वन्ति. अतः नाम अहं विद्यालयं गत्वा कार्यं करोमि, अहं विद्यालयं गन्तुम् इच्छामि अहं विद्यालयं गच्छन्तं छात्रं मार्गं पृच्छामि. सर्वत्र गम् धातोः एव तत्र कर्मपदमस्ति. तुमुन् क्त्वा शत्र स्पष्टं वा? शानचपि. महोदय एकवारं आङ्ग्लभाषायां अर्थः कः कृपया? हा हा अस्तु अस्तु. सञ्जीव महोदय तत्र अनुवादं करोतु कृपया. प्रथमवाक्यस्य अहं विद्यालयं प्रयत्नं करोमि. अहं विद्यालयं गच्छन्तं छात्रं मार्गं पृच्छामि. I ask the student who is on his way to the school. Going to the school. Going to the school. Going, yeah. महोदय चानच् पत्य तथा क्त प्रत्य अपि किन्तु मार्गं मार्गमपि अस्ति खलु, तदपि वदतु. श्रीनिवास महोदय श्रीनिवासमहोदय वदति वा? सञ्जीवमहोदय वदति वा? I ask the student about the direction. Who is वस्तुतः तत्र संस्कृतभाषा अतीव काम्पाक्ट् भाषा अस्ति. तत्र तत्र सामान्यतया इतोपि दीर्घवाक्यम् इतोपि दीर्घं भविष्यति. I ask directions of the student who is going to the school. I ask directions of the student who's going to school. Etadisham asti. Ha, astu. Sumisham asti. Tarhi sandhya bhagini dutiyam palatu. Rameshaha odanam pachantim bhaginim rasham sati. तत्र भवति एव तत्र अनुवादं करोतु एकवारम्. आम्, रमेशः रमेशः आङ्ग्लभाषायां वा? हा हा, अथवा फ्रेञ्च् भाषायां? ओ न. रमेशः तत्र वर्तमानकाले अस्ति खलु. ओ फ्रेज़्ड् रमेशः फ्रेज़्ड् द वुमन् कुकिङ्ग् द राइस्. हा समीचीनं भगिनी भगिनी अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. अस्तु, पुष्पा भगिनी वदतु अग्रिमम्. शिक्षिका क्रीडतः बालकान् आह्वयति. टीचर् लेडि टीचर् आह्वयति आह्वयति आह्वयति calls playing the student who is playing, no, the boy who is playing, boy athawa the playing boy, the teacher calls the playing boy athawa the boy who is playing samanam. Bahuvachane asti. Ha ha ha, bahuvachane asti. Oh, yes. Playing yes, boys. Playing boys, yeah. The boys were playing. Samishamasti? Astu. Agre, Meena Bhagini, vadatu. Yatrikaah jale tarantihi naukaah pashyanti. याः नौकाः जले तरन्ति तरन्त्यः ताः यात्रिकाः पश्यन्ति. बहु समीचीनमस्ति. यः यत्तत् इति कुर्मश्चेत् तत् सर्वं स्पष्टं भवति खलु. बहु समीचीनमस्ति. अस्तु, तर्हि इति द्वितीयविभक्तौ. इदानीं तृतीयविभक्तिः. अत्र श्रीनिवासमहोदय वदति वा? महोदय अस्ति? अस्तु, नास्ति इति भाति. तर्हि किं सुनिधिभगिनी अस्ति वा? सजीवमहोदय, सुनिधिभगिनी अस्ति वा? नास्ति. अस्तु, तर्हि पद्मा भगिनी वदतु. माता क्रीडता बालकेन सह सम्भाषणं करोति. क्रीडता बालकेन सह माता सम्भाषणं करोति. नाम यः सः इति वदतु. यः बालकः क्रीडता यः बालकः क्रीडति यः बालकः क्रीडति सः माता सम्भाषणं करोति. हा, किन्तु तृतीयविभक्तिः कुत्र अस्ति? यः बालकः क्रीडति. यः बालकः क्रीडति तेन माता सम्भाषणं करोति. यः बालकः क्रीडति तेन सह माता सम्भाषणं करोति. स्पष्टमस्ति. अस्तु, इदानीं समयः जातः. अस्माकं मनसि किं भवेत् एतावता? सामान्यनियमः, पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे च सामान्यनियमः स्पष्टः भवेत्. अनन्तरं वैशिष्ट्यं कुत्र भवति इति अनन्तरं ये सम्यक्तया सामान्यनियमान् अवगच्छन्ति ते अपि चिन्तयेयुः विशिष्टस्थलेषु. नाम तुदादिगणे अभ्यस्तसंज्ञकः तत्र ज्योतिदिगणे किम् अस्ति. किन्तु प्रथमतया सामान्यव्यवस्था का इति अवगन्तव्यमस्ति. अस्तु, समीचीनमस्ति. तर्हि सर्वे किञ्चित् अध्ययनं कुर्वन्तु. तत्र लिङ्क् अस्ति, ये पञ्चसूत्राणाम् अवलोकनं कर्तुम् इच्छन्ति. अनन्तरम् इतः अग्रे गच्छेम. अग्रिमसप्ताहे बहु कठिन अस्ति महोदय. न अस्तु अस्तु, समीचीनं. किञ्चित् चिन्तयन्तु तावत्. नमस्कारः सर्वेषां. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.